नमस्सर्वेभ्यः. अस्माकं विषयः अस्ति सार्वधातुकलकाराः आर्धधातुकलकाराः च इति विषयः. गतवर्गे अयं विषयः आरब्धः. तर्हि अत्र किञ्चिदेव पुनःस्मरणं कुर्मः. सार्वधातुकलकाराः इति इत्युक्ते लट् लोट् लङ् विविलिङ् च सार्वधातुकलकाराः इति उच्यते. ततः पूर्वं तत्र लकाराः लकाराः इति वदामः, तर्हि लकाराः इत्युक्ते तस्य अर्थः कः इति प्रश्नः उदेति. किमर्थं लकारः इति वदामः इति अत्र मीना भगिनी वदति वा, लकारः इत्यस्य अर्थः कः? लकारः इत्यर्थे तिङ् प्रत्ययः, परस्मैपदे अष्टादश प्रत्ययः सन्ति. तिप्तश्चि इति विप्लस्मासन्तां महिमहे ति आरम्भ प्रत्ययः, तिप् आरम्भप्रत्ययः, महिङ् इति अन्तिमप्रत्ययः. तस्मात् एव तिङ् तिङ् प्रत्ययः इति उच्यते. तेषु लकारप्रत्ययाः सार्वजातिकप्रत्ययेषु एव. एकक्षणं भगिनि, हा तिङ् प्रत्ययः इत्युक्तं, तर्हि तत्र लकारः अपि च तिङ् प्रत्ययः अनयोः कः सम्बन्धः? पुनरपि वदतु भगिनि. हा लकारः अपि च तिङ् प्रत्ययः इति उक्तवती, तर्हि लकारः अपि च तिङ् प्रत्ययः अनयोः कः सम्बन्धः? लट् लोट् लङ् सर्वे लकार दशलकाराः सन्ति, ते दशलकारः लकार लकारः अन्तिम आदिव वर्ण अस्ति, तस्मात् एव कारणम् इति चिन्तयामि. हा लकारः इत्युक्ते दशलकाराः सन्ति, एते लकाराः अत्र प्रथमतया किं स्मर्तव्यम् इति चेत्, एते लकाराः धातुभ्यः विधीयन्ते, धातुतः एव विधीयते, एते धातुतः एव विधीयन्ते एते लकाराः. इत्युक्ते तत्र क्रियापदस्य निर्माणं कर्तुम् इच्छामः चेत् तदानीं तत्र लकाराः विधीयन्ते. दशलकाराः सन्ति, धातुतः लकाराः विधीयन्ते, लकारस्य स्थाने एव तिङ् प्रत्ययः आगच्छन्ति. तर्हि यः कोऽपि लकारः भवतु, तस्य स्थाने तिङ् प्रत्ययः विधीयते. अतः यदा वयं वदामः लकारः इति वदामः, तस्मिन् सन्दर्भे तु तिङन्तपदस्य विषये चिन्तनं प्रवर्तमानम् अस्ति. लकारः इत्युक्ते तिङन्तपदस्य विषये चिन्तनं. सुबन्तप्रक्रियायां लकारः इति न वदामः, सुबन्तप्रक्रियायाम् अथवा तदितप्रक्रियायां लकारः इति विषयः न आयाति, यतोहि धातुतः विधीयमानः प्रत्ययः एव लकारः. लकारः अपि प्रत्ययः एव, यतोहि एते लकाराः तृतीय अध्याये अष्टाध्यायी इति ग्रन्थे तृतीय अध्याये विधीयन्ते. तृतीयाध्याये सर्वे धातुतः एव विधीयन्ते, सर्वे प्रत्ययः धातुतः विधीयन्ते तृतीयाध्याये. अतः लकाराः अपि प्रत्ययाः एव. अस्तु, लकारः प्रत्ययाः, लकारस्य स्थाने एव तिङ् प्रत्ययः विधीयन्ते. इत्युक्ते लकारः इति यदा वदामः, तर्हि क्रियापदस्य विषये चिन्तनम् अस्ति. दशसु लकारेषु अपि क्रियापदस्य विषये एव चिन्तनम् अस्ति. लकारस्य स्थाने तिङ् प्रत्ययः विधीयन्ते इति अत्र मूलविषयः स्मर्तव्यः. तर्हि इदानीं लकारस्य भेदाः, सार्वधातुकलकारः आर्धधातुकलकारः इति भेदः. तर्हि सार्वधातुकलकारः लट् लोट् लङ् विधिर्लिङ् इति वारं वारं वयं वदामः. किमर्थं लट् लोट् लङ् विधिर्लिङ् सार्वधातुकलकारः इति अग्रे पश्यामः. अपि च अन्ये लकाराः आर्धधातुकलकाराः इत्युक्ते प्रथमतया किम् अत्र किमर्थम् एतादृशविभजनं, सार्वधातुकलकारः अर्धधातुकलकारः इति एतादृशविभजनं किमर्थम् इति अपि वयं चिन्तयामः. वस्तुतः धातुतः यदा कोऽपि प्रत्ययः विधीयते, तर्हि तत्र प्रक्रिया, अत्र प्रक्रिया इत्युक्ते किम्? विनय् महोदय वदतु, प्रक्रिया इत्युक्ते तस्य अर्थः कः? प्रक्रिया अर्थः केवलं निर्माणं कर्तुं, यदि वयं कोऽपि कार्यं कर्तुम् इच्छामः, तर्हि प्रक्रियाः अर्थः यदि अहम् अवगमनं जानामि तर्हि प्रक्रिया अस्ति सत्यं पदस्य पदस्य प्रक्रिया एक अस्तु अन्य कोऽपि वदति वा पदस्य निर्माणे यानि सोपानि सन्ति पदस्य निर्माणार्थं यानि यानि सोपानानि सन्ति तत्र सोपानेषु सूत्राणि प्रवर्तन्ते तदेव प्रक्रिया इति वदामः. यदि यत्र भवति इति क्रियापदस्य निर्माणं कर्तुम् इच्छामः तर्हि यद् अस्माकं प्रथमं सोपानमस्ति भू इति धातुः. भू इति धातुतः लकारः विधीयते. लट् लकारः इति विवक्षा अस्ति चेत् धातुतः लट् लकारः विधीयते इति एकं सोपानम् अस्ति. तदनन्तरं तत्र लट् लकारः वर्तमानकाले विधीयते. तदनन्तरं तत्र लट् लकारस्य स्थाने तिङ् प्रत्ययः विधीयते इति द्वितीयं सोपानम्. तदनन्तरं तत्र मध्ये विकरणप्रत्ययः इति आगच्छति तृतीयं सोपानं. चतुर्थसोपानम् अङ्गकार्यं भवति. भू इत्यस्य स्थाने भो इति आदेशः गुणादेशः भवति. तदनन्तरं पञ्चमसोपाने सन्धिकार्यं भव इति भवति. अनन्तरं भवति इति योजनम् इति एतादृशसोपानानि सन्ति प्रक्रियायाम्. अत्र यत्किञ्चित् पदं भवतु, सुबन्तं पदं भवतु, तदितं पदं भवतु, क्रियापदं भवतु, सर्वत्र प्रक्रिया भवति. प्रक्रिया इत्युक्ते सोपानानि, स्टेप्स् इति प्रक्रिया इति वदामः. तर्हि किमर्थं सार्वधातुकलकारः अर्धधातुकलकारः इति विभजनम् इति चेत् वस्तुतः यदा प्रत्ययः धातुतः विधीयते तदानीम् अस्माकं पुरतः केवलं प्रक्रियाद्वयं वर्तते, आर्धधातुकप्रक्रिया, सार्वधातुकप्रक्रिया. तस्य अभिज्ञानम् आवश्यकं, तस्य रेकग्निशन् आवश्यकं. प्रथमतया यदा क्रियापदस्य निर्माणं कर्तुम् इच्छामः, नो चेत् धातुतः कृदन्तपदस्य निर्माणं कर्तुम् इच्छामः, तर्हि कुत्रचित् ध्वनिः अस्ति, कृपया म्यूट् करोतु. अस्तु, तर्हि क्रियापदस्य निर्माणं कर्तुम् इच्छामः, नो चेत् तत्र कृदन्तपदस्य निर्माणं कर्तुम् इच्छामः. यतोहि कृदन्तपदानि एव तत्र धातुतः विधीयन्ते. कृत् प्रत्ययः धातुतः विधीयते, तिङ् प्रत्ययः अपि धातुतः विधीयते. यदा तिङ् प्रत्ययः विधीयते तदानीं पठति, पठतः इति इत्यादीनि रूपाणि निष्पन्नानि भवन्ति. यदा धातुतः कृत् प्रत्ययः विधीयते तत्र प्रातिपदिकं निष्पन्नं भवति. तर्हि उभयत्र एतादृशपदानां निर्माणार्थम् अस्माकम् अभिज्ञानं भवति. कस्य अभिज्ञानम् इति चेत् प्रक्रिया सार्वधातुकप्रक्रिया वा आर्धधातुकप्रक्रिया वा इति प्रथमं चिन्तनम् अस्ति. तदर्थम् एतादृशविभजनं, सार्वधातुकलकारः आर्धधातुकलकारः. यदि सार्वधातुकप्रक्रिया इति वदामः तर्हि तत्र विकरणप्रत्ययः विधीयते इति मुख्यभेदः. यदि प्रथमतया प्रक्रिया सार्वधातुकः इति निश्चयं कुर्मः तदानीं तत्र विकरणप्रत्ययः विधीयते. आर्धधातुकप्रक्रिया इति चिन्तनं कुर्मः चेत् तत्र विकरणप्रत्ययः न विधीयते इति मुख्यभेदः अस्ति द्वयोर्मध्ये. तर्हि इदानीम् अग्रे पश्यामः सार्वधातुकप्रक्रिया इत्युक्ते का, अर्धधातुकप्रक्रिया इति का, कदा वदामः सार्वधातुकप्रक्रिया, कदा वदामः अर्धधातुकप्रक्रिया. तर्हि प्रत्ययः धातुतः विधीयमानः प्रत्ययः तिङ् भवतु कृत् भवतु, प्रथमतया अस्माकं मनसि प्रथमः प्रश्नः अस्ति प्रक्रिया कीदृशी, सार्वधातुकप्रक्रिया वा अर्धधातुकप्रक्रिया वा इति मुख्यविषयः. यदि सार्वधातुकप्रक्रिया इति चिन्तयामः तदानीं तत्र विकरणप्रत्ययः विधीयन्ते. शप् इत्यादयः, शप् पुष्यन् इत्यादयः विधीयन्ते. यदि प्रक्रिया अर्धधातुकप्रक्रिया इति चिन्तनं कुर्मः तदानीं विकरणप्रत्ययः न विधीयते, तत्र इडागमचिन्तनं भवति इति मुख्यभेदः अस्ति. अस्तु, तर्हि ततः अग्रे वयं दृष्टवन्तः अत्र सार्वधातुकलकारेषु लट् लोट् लङ् विधिर्लिङ् इति उक्तं, तत्र सर्वत्र विकरणप्रत्ययः विधीयते इति उक्तम्. तर्हि विकरणं नाम किम् इत्यपि वयं जानीमः. धातुः तिङ् प्रत्ययोः मध्ये यः प्रत्ययः अस्ति सः प्रत्ययः विकरणः. तदनन्तरम् अष्टादश तिङ् प्रत्ययाः अपि सन्ति, तिप्तस्झि, सिप्तस्त, मिप् वस्म, मिप् वस्मस्, त अथां झ, थास् अथां द्वम्, इड्वहि महि इति अष्टादश तिङ् प्रत्ययाः सन्ति. तर्हि तत्र तिङ् इति तत्र तिङ् इति संक्षेपे अष्टादशप्रत्ययानां ग्रहणं भवति तिङ् इत्यनेन. एवमेव तङ् इति वदामः चेत् तत्र नवप्रत्ययः आत्मनेपदीप्रत्ययानां ग्रहणं भवति इति तावत् अस्माभिः पठितं. तदनन्तरं तत्र किं पठितम् इति चेत् धातुतः विद्यमानः प्रत्ययः तृतीय अध्याये एव विधीयन्ते. तिङ् प्रत्ययः अथवा कृत् प्रत्ययः प्रत्ययद्वयमेव तत्र धातुतः विधीयन्ते. प्रत्ययः कृत् प्रत्ययः अथवा तिङ् प्रत्ययः तादृशप्रत्ययः तृतीयाध्याये सन्ति, तत्र एव उल्लेखिताः सन्ति. तृतीयाध्याये धातोः इत्यस्य अधिकारः अस्ति, धातोः इत्यस्य अधिकारः अस्ति इति वयं दृष्ट्वा वयं ज्ञातुं शक्नुमः. प्रत्ययाः धातुतः विधीयन्ते तृतीयाध्याये, तिङ् वा भवतु कृत् वा भवतु. तदनन्तरं प्रत्ययः परश्च इत्यनयोः अपि अधिकारः अस्ति. प्रत्ययः इत्यनेन तत्र धातुतः यत्किमपि विधीयते, प्रत्ययः इत्यनेन प्रकृतितः यत् विधीयते तस्य नामकरणम् अस्ति प्रत्ययः. परश्च परश्च इत्यनेन प्रकृतेः अनन्तरं प्रकृतेः परं विधीयन्ते एते प्रत्ययाः इति परश्च इति अधिकारसूत्रमस्ति. तदनन्तरं तत्र अङ्गम् इति अपि वयं किञ्चिदेव दृष्टवन्तः. यस्मात् गतवर्गे अपि अहं पृष्टवती, अहं मया न सम्यक् अवगतं प्रत्येक धातोः इति मध्ये मध्ये बहूनि सूत्राणि सन्ति. धातोः इति सूत्रम् अनन्तरं भवति, बहूनि सूत्राणि मध्ये भवति. तेषां सूत्राणां धातोः इति अधिकारः न भवति वा? हा, तत्र अष्टाध्याय्यां धातोः इत्यस्य अधिकारः द्विवारम् आगच्छति. तत्र द्वाविंशतितमं सूत्रं तत्रापि धातोः इत्यस्य अधिकारः अस्ति. धातोरेकाचो हलादेर् क्रियासमद्विहारे यङ् इति धातोः इत्यस्य अधिकारः अस्ति. अपि च तत्र एकनवतितमं सूत्रमस्ति, तत्रापि धातोः इत्यस्य अधिकारः अस्ति. तर्हि अत्र तृतीयाध्याये धातुतः एव सर्वे प्रत्ययाः विधीयन्ते. कुत्रचित् प्रातिपदिकात् अपि विधीयन्ते प्रत्ययाः, परन्तु प्रायेण धातुतः एव विधीयन्ते. तर्हि अत्र धातोः इत्यस्य अधिकारः नास्ति इति वदामः चेदपि, यथा अत्र प्रथमं सूत्रमस्ति गुप्तिचिकिद्भ्यः सन् इति सूत्रमस्ति, तत्सूत्रं तस्मिन् सूत्रे धातुः इति किमपि न उक्तं, धातुः इति किमपि न उक्तं. तथापि तत्र गुप् तिज् किद् इति एते धातवः एव अस्तु, धातूनामेव उल्लेखः अस्ति. अतः धातुतः एव सन् प्रत्ययः विधीयते, अतः तत्रापि धातुः. एवमेव पश्यामः चेत् यद्यपि तत्र साक्षात् धातुः इति न उल्लेखितः, तथापि सम्पूर्णतृतीयाध्याये सर्वत्र धातुतः एव प्रत्ययः विधीयन्ते, कुत्रचित् विरलेन प्रातिपदिकात् विधीयन्ते. अस्तु, केवलम् अत्र भेदः कः इति चेत्, धातोः इत्यस्य अधिकारात् पूर्वम् अस्ति चेत् तत्र सार्वधातुकविभजनम् अर्धधातुकविभजनं कथं भवति इति एव अत्र चिन्तनमस्ति. अत्र इतोपि बहु चिन्तनम् अस्ति भगिनि. अधुना अत्र तस्मिन् विषये चर्चां कर्तुं न इच्छामि, यतोहि अस्माकं विषयः सार्वधातुकलकारः अर्धधातुकलकारः. एतस्मिन् विषये अग्रे कदाचित् चिन्तनम् इतोपि कुर्मः. अस्तु भगिनि, मीना भगिनि, श्रूयते किम्? श्रूयते. इतोपि चिन्तनम् अग्रे कुर्मः, परन्तु किं मनसि किं स्थातव्यम् इति चेत्, सर्वे प्रत्ययाः धातुतः एव विधीयन्ते. एते सर्वे प्रत्ययाः धातुतः एव विधीयन्ते, परन्तु कुत्रचित् सूत्रे एव सुपः आत्मनक्यच् इति उक्तं. सुपः आत्मनक्यच् इत्यनेन तस्मिन् सूत्रे एव उच्यते, तत्र सुबन्तात् क्यच् प्रत्ययः विधीयते इति. तर्हि यत्र धातोः इत्यस्य अधिकारः नास्ति, तर्हि सूत्रे एव तत्र साक्षात् उच्यते कस्मात् विधीयते इति. यथा गुप् तिच् किद्भ्यः सन् इति सूत्रे तत्र गुप् इत्युक्ते धातुः, तिज् इत्युक्ते धातुः इति ज्ञायते. एवमेव यत्र सूत्रेषु धातोः इत्यस्य अधिकारात् पूर्वं यानि सूत्राणि सन्ति, तत्र सूत्रे एव उच्यते कस्मात् विधीयते इति सूत्रे एव उच्यते, यथा अत्र सुप् आत्मनः क्यच् इति. अस्तु, यत्र इत्युक्ते इत्युक्ते तत्र धातोः इत्यस्य अधिकारः नास्ति इति वदामः चेत् तत्र सूत्रे एव साक्षात् उच्यते कस्मात् विद्यते इति. अस्तु, तादृशं तु अत्र द्वाविंशतितमं सूत्रात् पूर्वं यानि सूत्राणि सन्ति तत्र एव क्लेशः अस्ति. अन्यत्र सर्वत्र धातोः इत्यस्य अधिकारः अस्ति. धातोः इत्यस्य अधिकारः द्विवारम् आयाति, अतः सर्वत्र धातोः इत्यस्य अधिकारः अस्ति एव. अस्तु, केवलं तत्र एकविंशतितमं सूत्रपर्यन्तं धातोः इत्यस्य अधिकारः नास्ति. तत्र का गतिः इति चेत् सूत्रे एव उच्यते कस्मात् किं विद्यते इति. अस्तु अस्तु, तर्हि अग्रे गच्छेम. इदानीम् अङ्गम् इति अङ्गमिति संज्ञा अस्ति व्याकरणे. अङ्गमिति संज्ञा अस्ति, यस्मात् प्रत्ययः क्रियते तस्य अङ्गसंज्ञा भवति. तर्हि तत्र भू इति धातुतः प्रत्ययः क्रियते, तिङ् इति प्रत्ययः क्रियते चेत् तदनन्तरं तत्र मध्ये शप् आगच्छति, भूयोगः शप् योगः ति. इदानीं शप् इति प्रत्ययः भूधातुतः क्रियते इति कृत्वा भू इति धातोः अङ्गसंज्ञा अस्ति. तदनन्तरं तत्र प्रत्ययं योजयामः चेत् भव इति भवति. इदानीं तिङ् प्रत्ययस्य कृते भव इति अङ्गमस्ति. अस्तु, तर्हि अङ्गसंज्ञा अपि दृष्टम्. अधुना ततः परं गच्छेम. अत्र परं द्रक्ष्यामः यत् अङ्गं च प्रत्ययः च द्वयोः कार्यं कार्यकारणसम्बन्धः भवति. ततः आरभ्य पठामः. अत्र उमा भगिनी पठति वा? पञ्चमबिन्दोः द्वितीयपरिच्छेदम्. न, द फिफ्त् पायिण्ट् अस्ति खलु पञ्चमबिन्दुः, तस्य द्वितीयपरिच्छेदम्. अङ्गशब्दस्य द्वितीयपरिच्छेदं परं द्रक्ष्यामः. ओके, परं द्रक्ष्यामः यत् अङ्गं च प्रत्ययः च द्वयोः कार्यकारणसम्बन्धः भवति. आधिक्येन अङ्गे कार्यं क्रियते, तस्य कार्यस्य कारणम् अस्ति परे स्थितः प्रत्ययः, यथा भूयोगः शप् भूयोगः आ. अत्र भूयोगः अ भो भो योगः अ इति गुणकार्यं भवति. तस्य गुणकार्यस्य कारणं शप् प्रत्ययः. अस्य कार्यकारणसम्बन्धस्य कृते निमित्तम् इति उच्यते. अतः भूधातौ यत् अङ्गकार्यं भवति तदर्थं शप् निमित्तम् अस्ति. इत्युक्ते शप् कारणमस्ति, अपि च अस्मिन् एव अर्थे वदामः यत् भूधातौ यत् अङ्गकार्यं भवति तत् शप् निमित्तं मत्वा अङ्गकार्यम्, अथवा शप् निमित्तीकृत्य अङ्गकार्यम्, अथवा शप् निमित्तकम् अङ्गकार्यम् इति. कदाचित् प्रत्यये कार्यं क्रियते न तु अङ्गे, प्रत्यये कार्यं क्रियते न तु अङ्गे, यथा इडागमविषये. अग्रे गत्वा तादृशप्रसङ्गोऽपि परिशीलयिष्यते. अत्र अङ्गम् इति युक्ते अर्थं कः इति वर्णयति. उदाहरणं भू धातुः शप् विकरणप्रत्ययं योजयति. तथा प्रथमवाक्ये किम् अस्ति? द्वयो कार्यकारणसम्बन्धः. अङ्गं च प्रत्ययः च द्वयोः कार्यकारणसम्बन्धः भवति. अर्थात् देन् भू योगः शप् भू योगः अत्र भवति. भू कार्यकारणसम्बन्धः इत्युक्ते दट् इस् कार्यकारण मीन्स् इट् इस् कास् अण्ड् एफेक्ट्. सो भूयोगः अ इति चेत् तत्र गुणकार्यं भवति, सो भो भवति. अत्र कारणं शप् प्रत्ययः एव गुणकार्यस्य कारणम्. सो भू इति अङ्गं फार् विकरणप्रत्यय. भू बिकम्स् भो अत्र तिङन्तप्रत्ययस्य अङ्गं भो भो सारि देन् सन्धिकार्यं भवति. सो भव ति ति भव इस् अङ्गकार्यं फार् तिङन्तप्रत्ययम्. अङ्गकार्यं नास्ति अङ्गं सारि अङ्गम् अङ्गम् अस्ति. सो इट्स् अन्यपदाः अपि अत्र दृश्यते. अङ्ग शप् निमित्तकं अङ्गकार्यम्. इत्र एकम् इम्पार्टेण्ट् पायिण्ट्, कदाचित् प्रत्यये कार्यं क्रियते न तु अङ्गे, यथा इडागमविषये. ओके ओके समीचीनम्. अस्तु राहुल् महोदय, किम् अवगतम्? राहुल् महोदय अस्ति वा? अस्तु गीताञ्जलि भगिनी वदतु. आं भगिनि, अत्र दत्तं अङ्गविषये, अङ्ग अपि प्रत्यय द्वयोः सम्बन्धः कः इति, द्वयोः सम्बन्धः कार्यकारण इति सम्बन्धः इत्युक्ते एकस्य तः द्वितीय भवति, सम्यक् वदामि वा? तदनन्तरम् एकम् उदाहरणं दत्तं, भू योगः शप् शप् तु विकरणप्रत्ययः अस्ति, तदनन्तरं भूयोग अ भवति, भूयोगः अ तु भो भो भवति, किन्तु भोयोगः अ इति गुणकार्यं भवति, तत् तस्य कारणं किं भवति? तत् तस्य कारणं शप् एव अस्ति, तदेव इति उदाहरणं दत्तं. शप् कारणात् भोयोगः अ इति भवति, तत् कार्यं भवति इति एकम् उदाहरणं दत्तम्. समीचीनं भगिनि. भगिनि, can we say angat, I mean pratyayat ka karyam ange bhavati? Ha, okay, satyam itite atra pratyaya pratyah apicha gangam tvayoho karya karana sambandha iti uktam. Karya karana sambandha ityasya arthah ko arthah iti chet, yata atra ghatah asti, ghatasya nirmanartham tatra karanani bhavanti, तत्र घटं कर्तुं कारणानि भवन्ति, यथा अत्र मृत्तिका, दण्डः इत्यादीनि, कुम्भकारः इत्यादीनि कारणानि सन्ति घटस्य निर्माणार्थं. यावत्पर्यन्तं कारणानि न सन्ति तावत्पर्यन्तं कार्यं न भवति इति लोकनियमः अस्ति. कारणमस्ति चेदेव कार्यं भवति इति लोकनियमः अस्ति. एवमेव अत्रापि अङ्गे किमर्थं कथं कार्यं भवति इति चेत् तस्य निमित्तम् अस्ति प्रत्ययः. प्रत्ययः परः नास्ति चेत् अङ्गे कार्यं न भवितुम् अर्हति. अतः तत्रापि कार्यकारणभावसम्बन्धः अस्ति, यतोहि प्रत्ययं निमित्तीकृत्य एव अङ्गे किमपि कार्यं भवति इति अस्माकं व्याकरणे नियमः अस्ति. यत्र कुत्रापि अङ्गे कार्यम् अस्ति तादृशकार्यं प्रत्ययं निमित्तीकृत्य एव भवति. कुत्रचित् धात्वादेशः इत्यादीनि इत्यादयः इत्यादीनि कार्याणि भवन्ति यत्र प्रत्ययं निमित्तीकृत्य न भवति, परन्तु सामान्यतया प्रत्ययं निमित्तीकृत्य एव अङ्गे कार्यं भवति. तस्य उदाहरणम् अत्र दत्तमस्ति, भूयोगः अयोगः ति, भूयोगः शप् योगः ति. भू इत्यस्य परिवर्तनं कदा भवति? यदा शप् प्रत्ययः तत्र सार्वधातुकप्रत्ययः अस्ति चेत् तदानीं गुणकार्यं भवति. तर्हि तयोः मध्ये कार्यकारणभावसम्बन्धः अस्ति. एवमेव तत्र भो भो इत्यस्य स्थाने अवादेशः कदा भवति? यदा परे अ इति अश्वर्णः अस्ति. इत्युक्ते तत्र सामान्यतया अङ्गकार्यार्थं प्रत्ययस्य आवश्यकता अस्ति, परन्तु सन्धिकार्यार्थं प्रत्ययस्य आवश्यकता नास्ति. यतोहि सन्धिकार्यं वर्णनिमित्तिककार्यम् अस्ति. अङ्गकार्यं तु प्रत्ययं निमित्तीकृत्य भवति, यथा अत्र गुणकार्यं प्रत्ययं निमित्तीकृत्य भवति. परन्तु यत्र प्रत्ययस्य कार्यं, यथा तत्र इडागमः भवति, अर्धधातुकप्रत्ययः, अस्माभिः पूर्वं पठितं खलु अर्धधातुकस् एड् वलादेः इति सूत्रम्. अर्धधातुकप्रत्ययः वलादिः अस्ति चेत् तस्य इडागमः भवति इति उक्तम्. तत्र तादृशकार्यं तु अङ्गकार्यं नास्ति, प्रत्ययनिमित्तिकं कार्यं. तत्र प्रत्ययस्य एव कार्यं, तत्र तु अङ्गे किमपि कार्यं नास्ति. तादृशकार्याणि अपि सन्ति अष्टाध्याय्याम्. अतः एव अत्र उक्तं कदाचित् प्रत्यये अपि कार्यं भवति. सामान्यतया तत्र प्रत्ययं निमित्तीकृत्य अङ्गे कार्यं भवति. कुत्रचित् तत्र धात्वादेशः यत्र प्रत्ययं निमित्तीकृत्य नास्ति, तादृश आदेशाः अपि सन्ति. कुत्रचित् प्रत्यये एव कार्यं भवति, तत्र अङ्गं निमित्तीकृत्य किमपि नास्ति, केवलं प्रत्यये एव किमपि कार्यं, तादृशकार्यमपि अस्ति इति. तत्र भिन्नविधकार्याणि सन्ति. भगिनि, कथं जानीमः प्रत्ययकार्याणि वा अङ्गकार्याणि वा इति? सूत्रं दृष्ट्वा. यतोहि अत्र सार्वधातुक अर्धधातुकयोः इति सूत्रमस्ति. तत्सूत्रं कस्मिन् अध्याये अस्ति? सप्तमाध्याये तृतीयपादे अस्ति. तर्हि तत्र अङ्गस्य इत्यस्य अधिकारः अस्ति, अङ्गस्य इत्यस्य अधिकारः अस्ति. तर्हि तद् दृष्ट्वा वयं ज्ञातुं शक्नुमः अङ्गकार्यम् अस्ति. सार्वधातुक अर्धधातुकयोः इत्यनेन यः यत् गुणकार्यं भवति, तत् गुणकार्यम् अङ्गकार्यम् अस्ति, अङ्गस्य इत्यस्य अधिकारे अस्ति. अतः अङ्गकार्यम् अस्ति चेत् कदा तादृश अङ्गकार्यं भवति? यदा सार्वधातुकप्रत्ययः अथवा अर्धधातुकप्रत्ययः परे अस्ति. तर्हि प्रत्ययः परः अस्ति चेत् एव कार्यं भवति. यत्र यत्र प्रत्ययः परः अस्ति चेत् एव कार्यं भवति, तादृशकार्यं तत्र प्रत्ययं निमित्तीकृत्य कार्यमस्ति. अपि च पुगन्तलघुपदस्य च इति अपि सूत्रे सार्वधातुक अर्धधातुकयोः इति अनुवृत्तिः अस्ति. तर्हि सार्वधातुकप्रत्ययः अस्ति चेत् एव कार्यं, तत्रापि प्रत्ययं निमित्तीकृत्य कार्यं. तर्हि सामान्यतया किं वदामः, यत्र यत्र सूत्राणि अङ्गस्य इत्यस्य अधिकारे सन्ति, तत्र सर्वत्र प्रत्ययं निमित्तीकृत्य कार्याणि इति वयं सुलभतया वक्तुं शक्नुमः. समीचीनम्, अस्तु भगिनि. अस्तु, ततः अग्रे इदानीं अत्र कोऽपि प्रश्नः वा? लघुपदस्य अत्र विषये किञ्चित् वदति वा, पुनः वक्तुं शक्यते? हा, सार्वधातुक अर्धधातुकयोः इति यथा अस्ति, तथैव पुगन्तलघुपदस्य च इति सूत्रे अपि सार्वधातुक अर्धधातुकयोः इत्यस्य अनुवृत्तिः अस्ति. अतः सार्वधातुकप्रत्ययः परः अस्ति चेत् एव उपदायां गुणकार्यं भवति. सार्वधातुकप्रत्ययः परः अथवा अर्धधातुकप्रत्ययः परः नास्ति चेत् गुणकार्यं न भवितुमर्हति. अतः प्रत्ययः एव कारणमस्ति, तदानीमेव कार्यं भवति. यथा सार्वधातुक अर्धधातुकयोः इति सूत्रे तथैव अत्र उपदा अपि अङ्गं भवति न? सत्यम्, अङ्गमेव, उपदा अङ्गे एव अस्ति. हा, अङ्गकार्यमेव तदपि. अस्तु, राहुल् महोदय पठति वा प्रश्नः? एकप्रश्न भगिनि, शप् प्रत्ययः अस्ति, शप् कर्तरि शप् सूत्र अस्ति, तथा शप् कार शप् निमित्तं भवति, शप् निमित्तं भवति, तथा सार्वधातुकार्धातुकयोः गुणः भवति. यदि पुगन्त न अन्यविषयः, परन्तु प्रश्नः अस्ति, स्यः प्रत्ययः, स्यः अर्धातुकस्य प्रत्ययः भविष्यत्काले प्रत्ययः निमित्तम् अस्ति वा नास्ति? प्रत्ययः कः? स्य इति प्रत्ययः निमित्तम् अस्ति न वा इति भवान् वदतु. स्य इति प्रत्ययः कीदृशः? सत्य यदि स्य अस्ति तर्हि इदागं भवति. इदागम् आयाति तर्हि एव स्य आयाति. अतः यदि स्य नास्ति तर्हि इदागं प्रायः आयाति. न न न, स्य अस्ति चेत् इडागमः भवति इति नास्ति. तत्र तत्र वार्ता का अस्ति? किमर्थम् इडागमः अस्ति तत्र? स्य अस्ति इति कृत्वा इडागमः अस्ति वा? नो चेत् किम् अस्ति तत्र? तत्र नियमः कः? हा, अरुणा भगिनी वदतु. आददातकप्रत्यय परे इडागमः आगच्छति. हा, कीदृश आर्धदातकप्रत्ययः? स्य इति प्रत्ययः अस्ति इति कृत्वा तत्र इडागमः नास्ति. स्य इति प्रत्ययः कीदृशः? प्रत्ययस्य स्वभावः कः? प्रत्ययः तिंशित् भिन्नः अस्ति, अतः आर्धदातुकप्रत्ययः अस्ति. अपि च तत्र स्य इत्यस्मिन् सकारः वलादिः अस्ति इति कृत्वा तत्र इडागमः भवति. खलु प्रश्नः कः इदानीं? तर्हि इदानीं पुनः तत्र स्य इति प्रत्ययं निमित्तीकृत्य अङ्गे कार्याणि भवन्ति. यथा स्य इति प्रत्ययः अर्धदातुकप्रत्ययः, अतः अङ्गे ईक्वर्णः अस्ति चेत् गुणः भवितुमर्हति. सर्वत्र समाननियमः, न कोऽपि भेदः. विनय महोदय, अवगतं वा? धन्यवादः. अवगतं वा महोदय? तदेव खलु प्रश्नः? न, अहं पर्याप्तमस्ति. अस्तु, समीचीनम्. अस्तु, अग्रे सरेम. इदानीं तत्र राहुल् महोदय पठतु. न श्रूयते, अस्ति वा महोदय? अस्तु, गोमती भगिनी पठतु. विभागीकृत्य धातुयोः मेलनेन यद् अङ्गं निष्पद्यते तस्य अन्तिमवर्णः अकारः अस्ति चेत् अङ्गम् अदङ्गम् इति उच्यते. अतः इत्युक्ते ह्रस्व अकारः ततरः तत्कालस्य इति सूत्रेण ककारे परिसति प्राक् स्वरः तस्य एव कालस्य सङ्केतः. अत् योग अन्धम् अदङ्गम् धातुविकरणयोः मेलनेन निष्पन्नस्य अङ्गस्य अन्तिमवर्णः अकारः नास्ति चेत् अङ्गम् अनदङ्गम् इति उच्यते. अग्रे पठामि. तावत् वदतु. अभि तिङ्गादिप्रत्यय भवत्याः लैन् मध्ये ध्वनिः अस्ति भगिनि, न जाने किमर्थम्. वदतु. तिङन्तप्रत्ययाः सन्ति. तिङन्तप्रत्ययनिमित्तं तिङ् प्रत्ययमध्ये विकरणप्रत्ययः आगच्छति. धातु विकरणप्रत्ययोः मेलनं भवति, अङ्गम् आगच्छति. यदा अङ्गं भवति चेत् वयं द्रष्टव्यम् अन्तिमवर्णः कः. अन्तिमवर्णः यदि ह्रस्व अकारः चेत् वयं तद् अदन्तम् इति वक्तुं शक्यते. अत्र ह्रस्व अकारः अन्ते अस्ति इति अत्र कालस्य बोधं ददाति. तपरः तत्कालस्य इति सूत्रेण अत इत्युक्ते ह्रस्व अकार एव. आत् इत्युक्ते आ दीर्घ आकारः. अस्य कालस्य अर्थः वयं प्राप्नुवन्ति. यदा अध अन्धं भवति चेत् वयं अदन्धं तद् अदन्धम् इति वक्तुं शक्यते. धातु विकरणयोः मेलनेन यदा अङ्गं भवति तस्य अन्तिमवर्णः अकारः चेत् अदन्तम्, अकारः नास्ति चेत् अनदन्तम् इति समीचीनं. सत्यं समीचीनं तथैव. हा इत्युक्ते धातुविकरणप्रत्ययोः मेलनेन यत् अङ्गं निष्पन्नं भवति, यथा अत्र भूयोगः शप्योगः ति, यदा गुणकार्यं कृत्वा सन्धिकार्यं कृत्वा भव इति अङ्गं निष्पद्यते, भवयोगः ति, तिङ् प्रत्ययस्य कृते भव इति अङ्गम् अस्ति. भव इति अङ्गस्य अन्ते ह्रस्व अकारः अस्ति चेत् इत्युक्ते धातुविकरणप्रत्ययोः मेलनानन्तरं यत् अङ्गम् अस्ति तत् अङ्गम् अदन्तम् अस्ति चेत् तत्र अदन्तं तस्य अन्ते ह्रस्व अकारः अस्ति चेत् अदन्तम् इति वदामः. अदन्तम् इत्युक्ते अत् अन्तं यस्य सः, यस्य तत्, अत् अन्तं यस्य तत् तत् अदन्तं. तर्हि अङ्गस्य अन्ते ह्रस्व अकारः अस्ति चेत् अदन्तम्, अङ्गस्य अन्ते ह्रस्व अकारः नास्ति चेत् अनदन्तम् इति वदामः. अनदन्तम् इत्युक्ते न अदन्तं, न अदन्तम् अनदन्तम्. अस्तु, अत्र अत् इति किमर्थम् उक्तम् इति चेत् अत् इत्यनेन तत् तप्रकरणम् अस्ति. अत् इत्यनेन केवलं ह्रस्व अकारस्य एव ग्रहणं, न तु दीर्घ आकारस्य अथवा प्लुताकारस्य. अतः अत्र अदन्तम् इति पदं वयं बहुत्र प्रयुज्महे. अदन्तम् इत्युक्ते यत्र ह्रस्व अकारः अस्ति तत् अदन्तम्. अस्तु, अग्रे विजयलक्ष्मी भगिनी पठतु. भगिनी एक संशय भगिनी, क्षम्यताम्. अदन्तम् अङ्गम् इति तु अहम् अवगतं, किन्तु यदि वयं स्पष्टं न वदामश्चेत् कथं जानीमः विकरणप्रत्यये योजयामश्चेत् अदन्तं भवति वा तिङन्तं प्रत्यय योजयामश्चेत् भवति, कथं सर्वदा वयं वि नीड् टु स्पष्टीकरणार्थं न भगिनि? हा सत्यं, यद्भवती वदति तत् सत्यमेव. तत्र धातोः अन्ते अपि ह्रस्वकारः भवितुमर्हति, परन्तु अत्र अस्माकं विषयः धातुविकरणप्रत्ययोः मेलनानन्तरं यत् अङ्गम् अस्ति तत् अदन्तं. किमर्थं तत्र पश्यामः इति चेत् तादृश अदन्तम् अङ्गम् अस्ति चेत् कीदृशप्रत्ययः भवति इति वयं ज्ञातुं शक्नुमः, यतोहि अस्माकं सूत्राणि तथा सन्ति. अदन्तम् अङ्गम् अस्ति चेत् एतादृशप्रत्ययः भवति, अदन्तम् अङ्गं नास्ति चेत् भिन्नप्रत्ययः भवति इति तादृशनियमः अस्ति. अतः एव एतादृशविभजनम् इत्युक्ते धातुविकरणप्रत्ययोः मेलनानन्तरं यत् अङ्गम् अस्ति तस्य विषये एव चिन्तनम् अस्ति अधुना. अस्तु, तर्हि विजयलक्ष्मी भगिनी पठतु. धातूनां दशगणाः सन्ति इति तु ज्ञातम्. दशधातुगणाः पुनः विभक्ताः अङ्गस्य अन्तिमवर्णस्य अनुसारं. येषु धातुगणेषु अङ्गम् अदन्तं भवति ते धातुगणाः प्रथमगणसमूहे वर्तन्ते. येषु धातुगणेषु अङ्गम् अनदन्तं भवति ते धातुगणाः द्वितीयगणसमूहे वर्तन्ते. प्रथमगणसमूहः भ्वादिगणः, दिवादिगणः, तुदादिगणः, चुरादिगणः. द्वितीयगणसमूहः अदादिगणः, जुहोत्यादिगणः, स्वादिगणः, रुधादिगणः, तनादिगणः, क्रयादिगणः. दशलकाराः अपि गणद्वये विभक्ताः, सार्वधातुकलकाराः, आर्धधातुकलकाराः. एकक्षणम्, अत्र कोऽपि प्रश्नः अस्ति वा? इत्युक्ते अत्र दशगणानाम् अपि एतादृशविभजनमस्ति. दशगणाः सन्ति इति जानीमः, तत्र धातुविकरणप्रत्ययोः मेलनानन्तरं यत् अङ्गम् अस्ति तत् अदन्तम् अस्ति चेत् प्रथमगणसमूहे भवति. धातुविकरणप्रत्ययोः मेलना अङ्गम् अदन्तम् अस्ति चेत् द्वितीयगणसमूहे भवति. तर्हि अत्र वसन्ति भगिनी वदति वा किमर्थं प्रथमगणसमूहे द्वादिगणः, द्विवादिगणः, तुदादिगणः, चुरादिगणः अस्ति? कथं जानीमः अदन्तम् अङ्गम् अस्ति इति? अङ्गस्य तत्र अदन्त अङ्गं किं पुनः वदतु? यत्र अङ्गस्य अन्ते ह्रस्व आकारः अस्ति तत्र अदन्त अङ्गं. सो कुत्र द्रष्टव्यम् अङ्गस्य अन्ते? कुत्र द्रष्टव्यम् अङ्गस्य अन्ते? अत्र अङ्गम् इत्युक्ते किम्? विकरणप्रत्यय धातु योगः विकरणप्रत्यय अनन्तरं अङ्गस्य अङ्गे योजना योजनार्थम् अनन्तरम् अङ्गस्य अङ्गे अन्तिमवर्णः ह्रस्व अकारः अस्ति. देन् तिङ्गन्तप्रत्यययोजनार्थं समये सत्यम्. अत्र भुवादिगणस्य उदाहरणमस्ति भवति इति रूपम् अस्ति खलु, तत्र भव इति अङ्गं, भव इति अङ्गं विकरणप्रत्ययस्य योजनानन्तरं भव इति अङ्गम् अदन्तम् अस्ति, यतोहि भव इत्यस्य अन्ते अकारः अस्ति ह्रस्व अकारः, अतः भव इति अदन्तम् इति कृत्वा प्रथमगणसमूहे यत्र यत्र अदन्तम् अङ्गं. भुवादिगणे सर्वे धातवः तत्र अङ्गं सर्वेषां धातूनाम् अङ्गम् अदन्तम् अस्ति, यतोहि विकरणप्रत्ययस्य योजनानन्तरम् अ इति एव अस्ति, शप् इति अकारः अवशिष्यते, तर्हि प्रत्ययं योजयित्वा अ इति अस्ति. एवमेव अत्र दिवादिगणे पश्यामः चेत् तत्र दीव्यति इति रूपमस्ति, दीव्य इति अङ्गमस्ति, दीव्य इति तिङ् प्रत्ययस्य कृते दीव्य इति अङ्गं, तत्र दिवादिभ्यः श्यन् श्यन् इत्यत्र य इति अवशिष्यते, तत्रापि अकारः अस्ति ह्रस्वकारः. तुदादिगणे तुदति इति रूपम् अस्ति, तुदति, तुद इति अङ्गं विकरणप्रत्ययं योजयित्वा, तुदादिगणे श इति विकरणप्रत्ययः, विकरणप्रत्ययं योजयित्वा तुद इति अङ्गम् अदन्तम्. एवमेव चुरादिगणे चोरय चोरयति इति रूपं, चोरय इति अङ्गं तिङ् प्रत्ययस्य कृते चोरय इति अङ्गं, तत्रापि शप् इति प्रत्ययः अस्ति, तत्रापि अदन्तम् अङ्गम्. अन्यत्र पश्यामः चेत् अदादिगणे तत्र अत्ति इति रूपम् अस्ति, तत्र अद् योगः ति विकरणप्रत्ययः एव नास्ति, तत्र अदादिगणे कुत्रापि अदन्तम् अङ्गं न लभ्यते, यतोहि तत्र ह्रस्वकारान्तधातुः नास्ति अदादिगणे, अतः सर्वत्र अनदन्तम् एव. जुहोत्यादिगणे यत्र ददाति इति रूपम् अस्ति, तत्र ददा इति अङ्गम् आकारान्तः अस्ति. एवमेव अत्र अन्यत्रापि पश्यामः चेत् तत्र विकरणप्रत्ययः नास्ति जुहोत्यादिगणे, विकरणप्रत्ययस्य लोपः, अतः धातोः अन्ते यः वर्णः अस्ति तं निमित्तीकृत्य एव अङ्गम् अदन्तं वा अनदन्तं वा इति वदामः. जुहोत्यादिगणे तादृशधातुः नास्ति यत्र अङ्गम् अदन्तम् अस्ति. स्वादिगणे श्नु इति प्रत्ययः अस्ति, तर्हि शक्नु शक्नोति इति रूपमस्ति, शक्नु इति अङ्गम् उकारान्तः अस्ति, अतः अदन्तं नास्ति. रुदादिगणे सर्वे धातवः हलन्तः, अनन्तरं विकरणप्रत्ययः धातोः मध्ये आयाति, श्नम् इति विकरणप्रत्ययः धातोः मध्ये आयाति, सर्वे धातवः हलन्ताः, अतः तत्रापि अङ्गं कुत्रापि अदन्तं नास्ति. तनादिगणे तनु तनोति इति रूपं, तनु इति अङ्गं तत्र विकरणप्रत्ययः उ इति विकरणप्रत्ययः तनु इति अङ्गं गोमति भगिनि कृपया म्यूट् करोतु भगिनि बहु ध्वनिः अस्ति भवत्याः लैन् मध्ये यदा प्रश्नः अस्ति तदानीमेव अन्म्यूट् करोतु अस्तु धन्यवादः तर्हि तनोति इत्यत्र तनु इति अङ्गं तत्र तनादिगणे उ इति विकरणप्रत्ययः अतः अत्रापि अदन्तं नास्ति क्रियादिगणे श्न क्रीणाति क्रीणा इति अङ्गं श्न इति प्रत्ययः अनदन्तं तत्रापि अङ्गम् अदन्तं नास्ति अवगतं खलु अस्तु अस्तु समीचीनम् एकसंशयः भगिनि भ्वादिगणे सहस्राधिकं धातवः सन्ति तत्र इकार उकार एण्डिङ्ग् धातवः न वा और् उपदेशे च अनुदासिके इत इति अस्य तेषां लोपः भवति वा सर्वत्र यत्र यत्र अनुनासिक अच्वर्णः अस्ति तस्य लोपः भवति एव धातौ खलु तर्हि प्रश्नः ओके न सत्यं सर्वत्र भवति एव अस्तु समीचीनं नोट् करोमि अस्तु वासुदेव कुत्रचित् अङ्गं न भवति वाट् इस् द एक्साम्पल् केन् यु टेल् वन् एक्साम्पल् किं कुत्रचित् अङ्गं न भवति यु आर् सेयिङ्ग् सम् इन् सम् केसस् अङ्गं न भवति न आर् ऐ हेव् हर्ड् समथिङ्ग् राङ्ग् न अङ्गं न भवति इति न उक्तं धातुः एव अङ्गम् इति उक्तं विकरणप्रत्ययः न भवति धातुः एव अङ्गम् इति उक्तम् अदादिगणे जुहोत्यादिगणे विकरणप्रत्ययस्य लोपः भवति अतः धातुः एव अङ्गं तिङ् प्रत्ययस्य कृते धातुः एव अङ्गं विकरणप्रत्ययः अस्ति इति उक्तम् एवमेव रुदादिगणे विकरणप्रत्ययः धातोः मध्ये भवति अतः धातुः एव अङ्गम् अस्तु वासुदेव महोदय तयोः भेदः कः क्रियापदस्य निर्माणक्रमे सर्वप्रथमम् अस्माकं विवक्षानुगुणं धातुः आनीयते यदा वद् इति धातुः तदा पुनः विवक्षानुगुणं लकारः आनीयते यदा लट् लकारः वद् योगं लट् परं लाटकस्थाने तिबादेः आनीयन्ते यथेच्छं यदा प्रथमपुरुषे लाटः इति लिखितं यदा प्रथमपुरुषैकवचने तिप् तिप् पकारस्य इत्संज्ञा लोभश्च ति अवशिष्यते वद् ति अत्र सर्वमहत्त्वपूर्णसिद्धान्तः वद् ति इत्यनयोः सम्पर्कः अस्ति स्पर्शः अस्ति यतः तयोः मध्ये अन्यः कोऽपि प्रत्ययः नास्ति अत्र वदामः यत् वद् धातुना ति प्रत्ययः दृश्यते दृश्यते यतः तयोः मध्ये बाधा नास्ति अन्य कोऽपि प्रत्ययः नास्ति येषु लकारेषु क्रियापदस्य निर्माणक्रमे धातुना सार्वधातुकतिङ्प्रत्ययः दृश्यते अपि च सः तिङ्प्रत्ययः कर्तृत्वे अस्ति तत्र सः लकारः सार्वधातुकलकारः इति उच्यते क्रियापदस्य निर्माणक्रमे क्रमे धातुना तिङ्प्रत्ययः न दृश्यते चेत् सकारः स लकारः आर्धधातुकलकारः अग्रे अस्माकं विवक्षानुगुणधातुकानि सार्वधातुकलकारः लट् लोट् लङ् विदिलिङ् आर्धधातुकलकारः लिट् लुट् लृट् आशिलिङ् लुङ् लृङ् समापयम तावद् वदतु क्रियापदस्य निर्माणक्रमे विवक्षानुगुणं धातुः आनीयते विवक्षागुण विवक्षा अनुगुणं धातुः आनीयते यदा वदति धातुः लकारः आनीयते लट् लट् लकारः आनीयते वद योगः लट् लडस्थाने तिबादेः आनीयन्ते यथेच्छं यदा वयम् इच्छन्ति यदा यदा प्रथमपुरुषैकवचने तिप् फकारस्य इत्सज्ञालोप च ति अवशिष्यते. वद् योगः ति अत्र सर्वमहत्त्वपूर्णसिद्धान्तः. वद् ति इत्यनयोः सम्पर्कः अस्ति, स्पर्शः अस्ति, यतः तयोः मध्ये अन्य कोऽपि प्रत्ययः नास्ति. अत्र वदामः यत् वद् धातुना तिप्रत्ययः दृश्यते, वद् धातुना त्रिप्रत्ययः दृश्यते, यतः तयोः मध्ये बाधा नास्ति, अन्य कोऽपि प्रत्ययः नास्ति. एषु लकारेषु किम् अवगतं, किम् अवगतम् अत्र? धातुना सह यः प्रत्ययः युज्यते, लट् लट् रूप लट् तिङ् प्रत्ययः युज्यते तदा किमपि बाधा न भवति चेत् का किमपि बाधा न चेत् सर्वधातुकलकारः इति उच्यते. सत्यं वा? सत्यं. धातु योगं तिङ् प्रत्ययः, तत्र धातुना ति दृश्यते, धातुना ति दृश्यते, अतः बाधा नास्ति. तत्कारणतः सर्वधातुकलकारः भवति. सत्यं भगिनि? सत्यं, वदतु अग्रे. सर्वधातुकलकाराः लट् लोट् लङ् विधिलिङ्, अन्ये सर्वे लिट् लुट् लुट् आशिलिङ् लुङ् इत्यादयः आर्धधातुकलकाराः. अस्तु, समीचीनम्. अत्र पश्यामः, इदं परिच्छेदं महत्त्वपूर्णमस्ति. अत्र एव उच्यते सार्वधातुकलकारः इत्युक्ते कः, आर्धधातुकलकारः इत्युक्ते कः इति अत्र एव उच्यते. तर्हि अत्र प्रथमतया किम् अवगन्तव्यम् इति चेत् अत्र क्रमस्य विषयः अस्ति, क्रमस्य विषयः अस्ति, केन क्रमेण प्रत्ययः विधीयन्ते इति विषयः अस्ति. इदानीं पश्यन्तु, अत्र धातुः अस्ति, भू इति धातुः अस्ति. मम विवक्षा अस्ति लट् लकारः, लोट् लकारः, लङ् लकारः, विधिर्लिङ् लकारः. एतेषु लकारेषु कश्चन लकारः मम विवक्षा अस्ति. तर्हि अत्र किं करोमि अहम् इदानीं भूधातुतः, महोदय म्यूट् करोतु. भूधातुतः लट् लकारम् आनयामि. इदानीं भूधातुतः लट् लकारम् आनयामि, नो चेत् लोट् लकारः, लङ् लकारः, विधिर्लिङ् लकारः, एतेषु कश्चन लकारः आनीयते. तर्हि भूयोगः लट् इति चिन्तयतु, भूयोगः लट्. इदानीं तत्र किं भवति इति चेत्, यदा भूयोगः लट्, लट् इति अपि प्रत्ययः अस्ति, लट् लकारः इति वदामः चेदपि प्रत्ययः अस्ति. अतः यत्किमपि धातुतः विद्यते तस्य नाम प्रत्ययः, अतः लट् लकारः अपि प्रत्ययः अस्ति. इदानीं तत्र किं भवति इति चेत्, लस्य इति सूत्रेण तत्र लकारस्य स्थाने तिङ् प्रत्ययः विद्यते. इदानीं मम विवक्षा प्रथमपुरुषे एकवचने अस्ति चेत् तिप् इति प्रत्ययः विद्यते. मम विवक्षा द्विवचनं, प्रथमपुरुषे द्विवचनम् अस्ति चेत् तस् इति प्रत्ययः विधीयते. मम विवक्षा बहुवचने अस्ति चेत् झि इति प्रत्ययः विधीयते. मम विवक्षानुगुणं प्रत्ययः विधीयते. यदि अहं भवति इति रूपं कर्तुम् इच्छामि चेत् तत्र तिप् इति प्रत्ययः विधीयते. इदानीं तत्र भूयोगः लट्, लटः स्थाने तिप् इति प्रत्ययः. इदानीं किम् अस्ति इति चेत् अत्र पश्यतु, भूयोगः तिप् इति अस्ति. भू इति धातुतः साक्षात् अनन्तरं तिप् इति प्रत्ययः अस्ति. मध्ये किमपि नास्ति, मध्ये किमपि व्यवधानं नास्ति. भूयोगः तिप् इति, तयोः मध्ये स्पर्शः अस्ति इत्युक्ते तयोः सम्पर्कः अस्ति इत्युक्ते मध्ये किमपि न कापि बाधा. एतादृशसन्दर्भे एव इदानीं तत्र विकरणप्रत्ययः आगन्तुं शक्नोति. किमर्थं विकरणप्रत्ययः आगन्तुं शक्नोति एतादृशसन्दर्भे इति चेत्, तत्र भू अनन्तरं तिङ् प्रत्ययः, तयोः मध्ये बाधा नास्ति. तर्हि तत्र किमर्थम् एतादृशम् उच्यते? यदत्र उक्तमस्ति तत् बालानां सुखबोधाय एतादृशम् उक्तमस्ति, अस्माकम् अवगमनार्थम् एतादृशम् उक्तमस्ति. तत्र भूधातुना तिङ् प्रत्ययः दृश्यते, साक्षात् दृश्यते, बाधा नास्ति इति उक्तं. किमर्थं तथा उक्तम् इति चेत्, अधुना तत्र विकरणप्रत्ययः आगन्तुं शक्यते. यत्र यत्र धातुना तिङ् प्रत्ययः साक्षात् दृश्यते तत्र तत्र विकरणप्रत्ययः आगन्तुं शक्यते. तत्र वयं सार्वधातुकलकारः इति वदामः. इदानीं तत्र विपरीतरीत्या इदानीं तत्र अर्धधातुकलकारे किं भवति इति पश्यामः चेत् तयोः भेदः कः इति अवगन्तुं शक्नुमः. इदानीं तत्र अर्धधातुकलकारं पश्यामः. भू इति धातुमेव स्वीकुर्मः. इदानीं मम वक्षा अर्धधातुकलकारः अस्ति. तत्र सरलतया पश्यामः चेत् लृट् लकारं स्वीकुर्मः. यतोहि अस्माकं सर्वेषां परिचितम् अस्ति तत्र भविष्यति इति रूपमस्ति. तर्हि अत्र किं कुर्मः इति चेत् भू इति धातुः अस्ति. इदानीं मम वक्षा लृट् लकारः अस्ति. तर्हि लृट् लकारः विधीयते. भूयोगः लृट्. इदानीं किं भवति इति चेत् लृट् लकारस्य स्थाने तिङ् प्रत्ययः विधीयते वा इति चेत् न. अधुना तिङ् प्रत्ययः न विधीयते. यतोहि तस्मात् पूर्वं भूयोगः स्ययोगः लृट्. इदानीं स्य इति प्रत्ययः मध्ये विधीयते तत्र इति तादृशक्रमः अस्ति अष्टाध्याय्यां. तत्र सार्वधातुकलकारेषु भूयोगः लट् इदानीं लट् स्थाने तिङ् प्रत्ययः विधीयते. परन्तु आर्धधातुकलकारेषु भूयोगः लृट् तत्र मध्ये स्य इति प्रत्ययः विद्यते. भूयोगः स्ययोगः लृट्. तत्र एकस्मिन् स्थले भूयोगः लटः स्थाने तिङ्. इदानीं भूयोगः तिङ्. तत्र भू इति धातुना तिङ् प्रत्ययः साक्षात् दृश्यते. मध्ये किमपि न कापि न किमपि व्यवधानं. परन्तु अर्धधातुकलकारेषु पश्यति चेत् भूयोगः स्ययोगः लृट् इति अस्ति. इदानीं तत्र लृटः स्थाने तिङ् प्रत्ययः विधीयते. तदानीं भूयोगः स्ययोगः ति. भू इति धातुना तिङ् प्रत्ययं द्रष्टुं न शक्नोति. किमर्थं? यतोहि स्य इति प्रत्ययः मध्ये व्यवधानम् अस्ति. अतः अर्धधातुकलकारेषु विकरणप्रत्ययः न भवितुम् अर्हति. यतोहि धातुना तिङ् प्रत्ययं साक्षात् न दृश्यते. यत्र यत्र धातुना तिङ् प्रत्ययः साक्षात् दृश्यते तत्र सार्वधातुकलकारः इति वदामः. यत्र यत्र धातुना तिङ् प्रत्ययं साक्षात् न द्रष्टुं शक्यते यतोहि मध्ये व्यवधानम् अस्ति तत्र आर्धधातुकलकारः इति वदामः. यथा अत्र लृट् लकारे अस्ति एवमेव लिट् लुट् आशि लिङ् लुङ् लिङ् सर्वत्र तथा अस्ति. अतः एव एते लकाराः आर्धधातुकलकाराः. अवगतं वा? वेर् एन् एक्स्टर्नल् प्रत्ययम् इस् कमिङ्ग् अपार्ट् फ्रम् तिङ् प्रत्ययं तदेव वा? तिङ् प्रत्ययस्य आनयन आनय तिङ् प्रत्ययस्य प्राक् एव तत्र मध्ये अन्यः प्रत्ययः अस्ति. अतः धातुना तिङ् प्रत्ययं द्रष्टुं न शक्यते. साक्षात् द्रष्टुं न शक्यते इति क्रमः अस्ति. ओके अस्तु. अत्र अरुणा भगिनी वदतु किम् अवगतम्. भगिनि अत्र सार्वधातुक लकार अर्धधातु लकार किम् कथम् अवगतम् इति दत्तं. क्रियापदनिर्माणसमये धातुतः लकारः लकारप्रत्ययः आगच्छति. तदनन्तरं विवक्षायां प्रथमाविभक्ति रूपं सिद्धम् इति विवक्षा अस्ति चेत् उदाहरणं भूधातु प्रथमाविभक्तिः प्रथमपुरुषे एकवचनसमये टिप् इति प्रत्यय लकार लट् स्थाने आगच्छति. तत्र भूयोगः टिप् अत्र तेषु द्वे मध्ये भेदः नास्ति. कोऽपि प्रत्ययः नास्ति. परन्तु वयं तत् प्रत्ययः तिङ् इति सार्वधातुकप्रत्ययः तिङ्क्षित् सार्वधातुकम् इति अहं जानीमः. तत् कर्तुम् अस्ति चेत् समये विकरणप्रत्ययः आगच्छति. वाङ्ग तिङ् प्रत्ययपूर्वं ततः अत्र भूयोगः शप् योगः इति तत्समये भूधातु तिङ् प्रत्ययः न दृश्यते. न न न तत्र किमर्थं तत्र लट्लकारः सार्वधातुकः इति वदामः? पुनः वदतु। लट्लकारः नास्ति भगिनि, भगिनी लट्लकार वयं सारिस्टिक् प्रति आगच्छति लट्लकार प्रथम। भगिनी न श्रूयते भगिनि। लट्लकार किं प्रथमपुरुष एकवचनं निर्माणं कर्तुम् इच्छामः तत्र एव लट् स्थाने तिप् प्रत्यय आगच्छति। तिप् प्रत्ययः सार्वधातुकप्रत्ययः। किमर्थं सार्वधातुकलकारः इति वदामः लट् लकारः? अत्र सार्वधातुकल तिङ् अस्ति तदेव भवती प्रायः अवगतवती, परन्तु सम्यक्तया वदतु। सार्वधातुक तिङ् प्रत्ययः सार्वधातुकप्रत्ययः। हा, तिङ् प्रत्ययः सार्वधातुकप्रत्ययः, समीचीनं भगिनि। परन्तु तत्र किमर्थं सार्वधातुकलकारः इति किमर्थं वदामः? अत्र मुख्यविषयः कः? अत्र अस्ति विकरणप्रत्ययः आगच्छति तदेव सार्वधातुकलकारः इति वदति। हा, विकरणप्रत्ययः आगच्छति, परन्तु किमर्थं विकरणप्रत्ययः आगच्छति? किमर्थं विकरणप्रत्ययः तत् कर्तत्वे कर्तत्वे धातुः लकारः अनयोः मध्ये बाधा किमपि नास्ति चेत्? अस्तु, धातुः लकारः भगिनी अरुणा भगिनी भवती अवगतवती एव, भवती अवगतवती एव, परन्तु भवती इतोपि अग्रे गतवती। तत्र कर्त्रार्थकसरधातुकप्रत्यय सर्वं समा सत्यमेव सत्यमेव उक्तं, परन्तु अत्र अस्मिन् परिच्छेदे किम् उक्तम् इति तद् निमित्तीकृत्य वदामः चेत् अत्र धातुना तिङ् प्रत्ययं साक्षात् पश्यति न वा इति एव विषयः अस्ति। तत्र बाधा नास्ति चेत् सार्वधातुकलकारः, बाधा अस्ति चेत् आर्धधातुकलकारः इति विषयः अस्ति खलु। हा अस्तु, अत्र पश्यामः। गीता भगिनी किम् अवगतं वदतु। अस्ति वा गीता भगिनी? दादुना न, वासुदेव महोदय कृपया म्यूट् करोतु। अत्र गीता भगिनी वदति। अत्र धातुना लकारः दृश्यते चेत् सार्वधातुकलकारः भवति। अत्र पुनः वदतु, धातुना लकारः दृश्यते वा? धातुना तिङ् प्रत्ययः दृश्यते चेत् सार्वधातुकलकारः भवति, न दृश्यते चेत् आर्धधातुकलकारः भवति। किमर्थम् आर्धधातुकलकारेषु तिङ् प्रत्ययः न दृश्यते? किञ्चित् बाधा भवति अत्र। कानिचन प्रत्ययाः विधीयन्ते। सत्यं तथैव तथैव अस्ति। इत्युक्ते सर्वत्र धातुः लकारं पश्यति एव, तर्हि लकारस्य विषयः नास्ति। लकारस्य स्थाने कस्मिन् सोपाने तिङ् प्रत्ययः विधीयते इति एव प्रश्नः अस्ति। धातुतः लकारस्य स्थाने तिङ् प्रत्ययः विधीयते चेत् तत्र इदानीं धातुः तिङ् प्रत्ययः अनयोः मध्ये बाधा नास्ति, तत्र सार्वधातुकलकारः इति वदामः। यत्र धातुः तत्र लकारः अस्ति तत्र मध्ये व्यवधानम् अस्ति, मध्ये अन्यप्रत्ययः अस्ति, यथा भूयोगः, स्ययोगः, लृट्। इदानीं भूयोगः, स्ययोगः, लृट्, इदानीं लृटः स्थाने तिङ्, भूयोगः, स्ययोगः, ति इति अस्ति। अधुना धातुना तिङ् प्रत्ययं द्रष्टुं न शक्यते, यतोहि मध्ये स्य इति विकरणप्रत्ययः अस्ति। अस्तु, तत्र अर्धधातुकलकारः इति वदामः। तदा तत् कुत्र अस्ति इति चेत् लिट् लुट् लृट् आशीर्लिङ्ग् लुङ् लृङ् एतेषु लकारेषु धातुना तिङ्प्रत्ययं तिङ्प्रत्ययः न दृश्यते. एकः संशयः दृश्यते तिङ्प्रत्ययः न दृश्यते दृश्यते इति चेत् अर्थः कः? अर्थः कः इति चेत् साक्षात् दृश्यते. साक्षात् दृश्यते इत्युक्ते मध्ये किमपि नास्ति, तस्य साक्षात् अनन्तरं तिङ्प्रत्ययः अस्ति. विकरणप्रत्ययः तदनन्तरम् आयाति. इदानीं धातुना तिङ्प्रत्ययं द्रष्टुं शक्यते इति कृत्वा विकरणप्रत्ययः आयाति. भगिनि, मम एकः संशयः अस्ति. वदतु रमा भगिनि. इदानीं प्रष्टुं शक्नोति वा? न तु पृच्छतु. न पृच्छतु. अत्र सम्बन्धः प्रश्नः वा? सम्बन्धः सार्वधातुक आर्धधातुकमध्ये अहं चिन्तयामि आर्धधातुक लुट् लुङ् लृट् आशीर्लिङ् सर्वे यासुट् तासिच् स्य एतानि सर्वे आगच्छति, अतः बाधः भवति. लिट्लकार समये अभ्यस्तकारणात् दिस् रूल् इस् अप्लिकबल् इस् इट्? लिट्लकारे अपि तत्र आम् इति प्रत्ययः आगच्छति खलु? आम् आगच्छति. अहं चिन्तयामि अभ्यस्तकारणात् बभूव डबल् डबल् इट् कम्स् न द्वित्वम् आगच्छति न अतः नास्ति प्रत्ययः तत्रापि विकरणप्रत्ययः तत्रापि लकारनिमित्तिकप्रत्ययस्य कारणात्. अस्तु, अहं चिन्तयामि उमा भगिनी यदा सार्धधातुक प्रत्ययस्य वेन् शी लर्न्स् शी विल् अण्डर्स्टाण्ड्. हा हा, अत्र अतः एव तत्र अतः एव लिट् लुट् सर्वं मया त्यक्तं. किमर्थमिति चेत् लिट् इति अस्माकं सर्वेषां कृते परिचितमस्ति. परिचितं भवत्याः कृते लिट् अशिलिङ्ग् सर्वं परिचितं, परन्तु सर्वेषां कृते नास्ति. अतः केवलं लिट् लकारम् एव स्वीकृतवती, यतोहि वयं सर्वे जानीमः भविष्यति इति रूपं सर्वे जानीमः. तत्र स्य इति प्रत्ययः मध्ये भवति, तदेव अहं वदामि. इदानीं अत्र पश्यतु उमा भगिनी, अत्र दृश्यते इत्युक्ते तत्र भू इति धातोः अनन्तरं तिङ् प्रत्ययः अस्ति, इत्युक्ते सोपानेन कार्याणि भवन्ति खलु, सोपानेन कार्याणि भवन्ति व्याकरणे. तर्हि प्रथमसोपाने भूधातुतः लट्लकारः अस्ति, द्वितीयसोपाने भूधातोः अनन्तरं लट्लकारस्य स्थाने तिङ् प्रत्ययः अस्ति, द्वितीयसोपाने इदानीं भू इति तिङ् प्रत्ययं द्रष्टुं शक्नोति, अतः तृतीयसोपाने भूयोगः शप् योगः ति. द्वितीयसोपाने भूयोगः ति इति अस्ति, इदानीं भू इत्यस्य साक्षात् अनन्तरं तिङ् प्रत्ययः अस्ति इति कृत्वा तृतीयसोपाने शप् विद्यते. परन्तु अर्धधातुकलकारेषु कथं भवति इति चेत् प्रथमसोपाने भूयोगः लृट् अस्ति, द्वितीयसोपाने भूयोगः लृटः स्थाने तिङ् नास्ति, अधुना भूयोगः स्ययोगः लृट् अस्ति द्वितीयसोपाने. भेदः पश्यति वा? सार्वधातुकलकारेषु भूयोगः तिङ् इति द्वितीयसोपानम्, अत्र तु भूयोगः स्ययोगः लृट्, अधुना भू इत्यस्य अनन्तरं तत्र तिङ् न दृश्यते. तृतीयं सोपाने किं भवति अर्धधातुकलकारेषु? भूयोगः स्ययोगः तिङ्, इदानीं स्य इति मध्ये अस्ति, अतः तत्र शप् इति विकरणप्रत्ययः न भवितुम् अर्हति. पश्यति वा? अवगतं वा? आं भगिनि, पश्यामि. भगिनि अहं पश्यतु किं नो भगिनि, वाट् ऐ अण्डर्स्टाण्ड् केन् ऐ से? हा, संस्कृतेन वदतु. भूधातु इन मध्ये स्य अपि न श्रूयते भगिनि. भूधातु मध्ये स्य आयति, योगः लुट्, सो इट् इस् भगिनि ऐ केनाट् से इन् संस्कृत, सो सोरि, क्षम्यताम्. आर्धधातुकलकारेषु स्य इति विकरण स्य इति प्रत्ययः मध्ये अस्ति, अतः भू इति तिङ् प्रत्ययं द्रष्टुं न शक्यते. सार्वधातुकलकारेषु तादृशप्रत्ययः किमपि नास्ति, अतः भूयोगः ति इति साक्षात् दृश्यते. तावदेव. अवगतम्. अस्तु, समीचीनं, बहु समीचीनं. भगिनी सम्यक् रीत्या विवरणं कृतवती, बहु धन्यवादः. भगिनी स्य इति प्रत्यय आगच्छति, परन्तु तत्रापि गुणकार्यं तु भवति एव. भवि भव इति भवति खलु, भू इत्यस्य भिन्नविषयः, गुणकार्यः भिन्नविषयः. परन्तु शप् न आगच्छति, अन्येकं किमपि कार्यं वा? न, अत्र शप् विकरणप्रत्ययः न आगन्तुं शक्नोति इति एव मुख्यविषयः अस्ति. गुणकार्यं भवति, अन्यत् किमपि कार्यं भवति, तद् अस्माकं विषयः नास्ति. अस्माकं विषयः कः, कुत्र सार्वधातुकलकारः इति वदामः, कुत्र अर्धधातुकलकारः इति वदामः इति एव विषयः अस्ति. गुणकार्यं तु सार्वधातुकलकारेषु अपि भवति, अर्धधातुकलकारेषु अपि भवति, अथवा अन्यत् किमपि कार्यं सार्वधातुकलकारेषु अपि भवितुमर्हति, अर्धधातुकलकारेषु अपि भवितुमर्हति, तदस्माकं विषयः नास्ति. अस्माकं पुरतः दशलकाराः सन्ति, तत्र कुत्र सार्वधातुकलकारः, कुत्र अर्धधातुकलकारः इति, किमर्थं तादृशभेदः अवगन्तव्यः इति चेत्, सार्वधातुकलकारेषु एव विकरणप्रत्ययः विधीयते. शप् श्यन् तत्र गणम् अनुसृत्य विकरणप्रत्ययः सार्वधातुकलकारेषु एव विधीयते, अर्धधातुकलकारेषु विकरणप्रत्ययः न विधीयते इति मुख्यभेदः अस्ति. तदर्थम् अवगन्तव्यं कुत्र सार्वधातुकलकारः, कुत्र अर्धधातुकलकारः इति अवगन्तव्यम्. भगिनी, सोपानविषये अहं कुत्र मिस्टेक्स् अस्ति, तस्मादेव एतत् संशयः. हा, अवगतं भगिनि, अवगतम्. इदानीं स्पष्टं खलु भगिनी? एकः संशयः भगिनि, क्षम्यतां भगिनि. कथं जानीमास्य आयाति? प्रथमसोपाने अर्धधातुकविषये तु भूयोगः लृट् तत्तु साक्षात् अस्ति, कथं भू लृट् लकारः नास्ति, तिङ् प्रत्ययः साक्षात् अस्ति वा इति प्रश्नः. लकारः तु सर्वत्र साक्षात् एव अस्ति, भूयोगः लृट्, भूयोगः लिट्, भूयोगः लुट्, सर्वत्र लकारः साक्षात् एव अस्ति, तत्र न कोऽपि क्लेशः, तत्र भेदः नास्ति, तत्र अभेदः. भेदः कुत्र इति चेत्, तिङ् प्रत्ययः कदा विधीयते, स्य इति प्रत्ययः किमर्थं प्रथमं विधीयते इति चेत्, तदर्थं सूत्रमस्ति. स्य इति प्रत्ययं प्रत्ययः लकारं निमित्तीकृत्य विधीयते. यदि तत्र लृट् लकारे भूयोगः तिङ् इति भवति चेत्, लकारस्य स्थाने तिङ् इति भवति चेत्, तदानीं स्य इति प्रत्ययः न भवितुम् अर्हति, अतः भविष्यति इति रूपं साधयितुं न शक्नुमः. किमर्थमिति चेत्, तत्र स्य इति प्रत्ययः लकारं निमित्तीकृत्य विधीयते. लृट् लकारः अस्ति चेत् एव तत्र स्य प्रत्ययः विधीयते. इदानीं यदा लृटः स्थाने तिङ् विधीयते प्रथमं, यदि अत्र भूयोगः लृट् इति सन्दर्भे यदि भवती वदति अस्तु प्रथमतया तिङ् प्रत्ययः भवतु, किमर्थं स्य प्रथमः प्रथमं भवति इति प्रश्ने सति, भूयोगः लृट् इदानीं तिङ् प्रत्ययः विधीयते इति चिन्तयतु. तिङ् प्रत्ययः विधीयते, इदानीं धातुना साक्षात् दृश्यते खलु इति प्रश्नः प्रश्नः अस्ति चेत्, तत्र स्य इति प्रत्ययः तदानीं भवितुं नार्हति, यतोहि सूत्रे किम् उक्तं, लृटः लृट् लकारं निमित्तीकृत्य स्य प्रत्ययः भवति, अतः तस्य कार्यं प्रथमं भवति, स्य प्रथमं भवति, तदनन्तरमेव तिङ् भवति, अतः भेदः अस्ति. कथं जानीमः इति चेत्, सूत्राणि सन्ति. अस्तु अस्तु अस्तु, इतोपि तत्र इतोपि पठामः, स्पष्टं भविष्यति. भगिनी, एकः प्रश्नः अस्ति, स्य प्रत्ययः विकरणप्रत्ययः नास्ति किल, शप् एव विकरणप्रत्ययः, स्य अपि विकरणप्रत्ययः इति वदामः. हा, अत्र भेदः कथम् अवगन्तव्यः इति चेत्, शप् इत्यादयः, शप् शेन् इत्यादयः गणविकरणप्रत्ययः, गणम् आश्रित्य विधीयते, इत्युक्ते धातुः कस्मिन् गणे अस्ति इति विचिन्त्य एते प्रत्ययः विधीयन्ते. तत्र स्य लु स्य तास् इत्यादयः अर्धधातुकलकारेषु यः प्रत्ययः अस्ति, सः प्रत्ययः अपि विकरणप्रत्ययः एव, परन्तु लकारनिमित्तिकविकरणप्रत्ययः, लकारम् आश्रित्य विधीयते इति भेदः. गणनिमित्तिकविकरणप्रत्ययः लकारनिमित्तिकविकरणप्रत्ययः अस्तु भगिनि धन्यवादः परन्तु सामान्यतया वयं विकर्णः इत्युक्ते तत्र शक्ष्यन् इत्यादीनामेव विकर्णः इति वदामः स्य इत्यादयः विकर्णः इति सामान्यतया न वदामः परन्तु ते अपि विकर्णाः एव अस्तु भगिनि अस्तु तर्हि अग्रे पठामः मम ध्वनिः श्रूयते वा हा श्रूयते अधुना क्षम्यतां प्रायः मम टङ्कनयन्त्रे दोषः स्यात् प्रश्नः एकः उपरि दत्तः प्रथमगण द्वितीयगणसमूहौ अधः दत्तः सार्वधातुक आर्धधातुकलकारौ उभयोः मध्ये कोऽपि सम्बन्धः वा उभयोः मध्ये सम्बन्धः नास्ति ओ तर्हि गणनं केवलं साङ्केतिकः कोइन्सिडेण्टल् इति स्यात् अत्र अदन्तम् अत्र प्रथमगणसमूहे अदन्तम् अनदन्तं तत्र किमर्थं तादृशविभजनम् इति चेत् तत्र अदन्तम् अङ्गमस्ति चेत् किञ्चित् कार्यं भवति तिङ् प्रत्यये अनदन्तम् अङ्गमस्ति चेत् किञ्चित् कार्यं भवति तिङ् प्रत्यये इति तादृशभेदः यथा अत्र उदाहरणार्थम् अत्र वयं जानीमः लोट् लकारे मध्यमपुरुषे भूधातोः रूपं किम् एकवचने भवेत् न लोट् लकारे भवतु मध्यमपुरुषे एकवचने भव इति इदानीं तत्र भूधातुः भुवादिगणे अस्ति इदानीं शक् धातुः शक् इति धातुः स्वादिगणे अस्ति शक् धातोः मध्यमपुरुषे लोट्लकाररूपं किं शक्नुहि शक्नुहि इति अस्ति तर्हि एकत्र भव इति अस्ति अन्यत्र शक्नुहि अस्ति किमर्थं तथा भव इति अङ्गम् अदन्तम् अस्ति अतः तत्र हि इति प्रत्ययस्य लोपः भवति यत्र यत्र अङ्गम् अदन्तं हि इति प्रत्ययस्य लोपः भवति अङ्गम् अनदन्तं चेत् हि इति प्रत्ययः तिष्ठति इति एतादृशभेदः भवति अतः एव अत्र विभजनम् अस्ति प्रथमगणसमूहे सर्वत्र मध्यमपुरुषे लोट्लकारे भव दिव तुद चोरय इत्यादीनि रूपाणि परन्तु अनदन्तम् अङ्गम् अस्ति चेत् तत्र सर्वत्र हि इति श्रूयते अस्तु अस्तु अवगतम् इति भेदः तदर्थम् एतादृशविभजनं सार्वधातुक अर्धधातुकलकारः इत्यस्य विभजनं किमर्थम् इति चेत् सार्वधातुकलकारेषु इत्युक्ते यदा तत्र लकारः विधीयते तस्मिन् सन्दर्भे एव वयं जानीमः अत्र सार्वधातुकलकारः वा अर्धधातुकलकारः वा इति जानीमः चेत् सार्वधातुकलकारः अस्ति चेत् धातुना तिङ्प्रत्ययः साक्षात् दृश्यते तस्मिन् सन्दर्भे तत्र गणनिमित्तिकविकरणप्रत्ययः विधीयते धातुः कस्मिन् गणे अस्ति इति कृत्वा तत्र मध्ये भूयोगः ति इत्यस्मिन् शप् विधीयते दिव्योगः ति तत्र श्यन् विधीयते अथवा अन्यत्र शक्योगः ति तत्र श्नु इति प्रत्ययः विधीयते इति कृत्वा तत्र सार्वधातुकलकारेषु एव विकरणप्रत्ययः गणनिमित्तिकविकरणप्रत्ययः विधीयते परन्तु भूयोगः लृट् तदानीं तत्र स्य इति प्रत्ययः विधीयते न तु शप् तत्र भूयोगः स्ययोगः ति इदानीं तत्र शप् न भवितुम् अर्हति यतोहि मध्ये स्य इति प्रत्ययः व्यवधानम् अस्ति इति तत्र इति तादृशनियमः अस्ति एतत् सर्वं यद् उच्यते सूत्रमाधारीकृत्य उच्यते सूत्रेषु तादृशनियमाः सन्ति सूत्रेषु नियमः कथमस्ति इति अग्रे पश्यामः सूत्रस्य पठनसमये पश्यामः परन्तु एतादृशनियमः कुतः अस्ति इति चेत् सूत्रात् एव अस्तु अरविन्द महोदय पठतु अग्रे आं भगिनि अयं भेदः नितरां महत्त्वपूर्णः यतः तदभवत् खलु ततः क्षम्यतां पठतु अयं भेदः नितरां महत्त्वपूर्णः यतः धातुना त्रिङ्प्रत्ययः दृश्यते चेत् तर्हि तेन एव सम्पर्केण विकरणप्रत्ययः विहितः अस्ति एकैकस्य गणस्य स्वस्य पृथक् विकरणप्रत्ययः विकरणलोपा वा इति अस्माभिः प्रथमपाठे दृष्टम् तेन विकरणभेदेन तिङ् तिङन्तरूपाणि भिद्यन्ते. तर्हि भिन्नगणेषु तिङन्तरूपाणि भिद्यन्ते विकरणप्रत्ययानां कारणेन. गणस्य लक्षणं प्रत्ययेन ज्ञायते. अतः अत्र अवधेयं विकरणप्रत्ययाः यत्र आयान्ति तत्र धातोः तिङन्तरूपस्य ज्ञानार्थं धातु कस्मिन् गणे अस्ति इति अवश्यं बोध्यम्. केषु लकारेषु विकरणप्रत्ययाः आयान्ति यत्र कर्त्रार्थे धातुना तिङ्प्रत्ययः दृश्यते तत् कुत्र सर्वधातुलकारेषु इति. अर्धधातुलकारेषु धातुनः तिङ्प्रत्ययः न दृश्यते अतः विकरणप्रत्ययः नायाति. विकरणप्रत्ययः न आयाति अतः तत्र गणभेदः तिङन्तभेदः न जायते. फलितार्थः एवं यत् सर्वधातुलकारेषु गणीयः चर्चा करणीया, अर्धधातुलकारेषु गणीयचर्चा न अपेक्षिता. तत्र गणस्य विषयः न आयाति एव. अत्र अङ्गस्य तिङ्प्रत्ययस्य दर्शनम् इति मुख्यविषयः अस्ति. यत्र अङ्गं तिङ्प्रत्ययः दृश्यते तत्र विकरणप्रत्ययः आयाति. यत्र अङ्गं तिङ्प्रत्ययः न दृश्यते तत्र विकरणप्रत्ययः न आयाति. तस्य कारणेन गणस्य लक्षणं न तत्र न प्रसक्तिः अस्ति. यत्र विकरणप्रत्ययः आयाति तत् सर्वधातुलकारः इति गणः बोध्यते. यत्र विकरणप्रत्ययः न आयाति अङ्गस्य तिङ्प्रत्ययः न दृश्यते चेत् तत् अर्धधातुकलकारः इति अन्यगणः. तत्कारणेन अर्धधातुकलकारेषु दशगणानां चर्चा न अपेक्षितः. केवलं सर्वधातुकलकारेषु एव गणस्य चर्चा करणीया. तदेव भगिनि. सम्यक् सम्यक् महोदय, समीचीनं, बहु समीचीनम् अस्ति. मम एकः प्रश्नः, पदव्यवस्था सस्य सोपानः कुत्र भवति? पदव्यवस्था इत्युक्ते आत्मनेपदी प्रत्ययः वा परस्मैपदी प्रत्ययः इति वा खलु? आम्. लस्य सम्मर्दः अस्ति इति कृत्वा लस्य विवक्षा कर्तुं यत्र कर्तुं योग्यं तत्रैव करणीया. सत्यं, तत्रैव. लकारः यदा विधीयते, यदा लट् लकारः विधीयते, तस्मिन् स्थाने यः तिङ् प्रत्ययः विधीयते तस्मिन् सन्दर्भे एव चिन्तयामः. इदानीं धातुः परस्मैपदी वा आत्मनेपदी वा? आत्मनेपदी अस्ति चेत् तङ् इति प्रत्ययः विधीयते. परस्मैपदी अस्ति चेत् तिङ् इति तत्र प्रत्ययः विधीयते. तिप्तशीतिपादयः विधीयन्ते. सम्यक्, धन्यवादः भगिनि. अस्तु, अत्र रामनाथन् महोदय किम् अवगतम् अत्र? धातुना तिङन्तप्रत्यये मध्ये विकर्णप्रत्ययः अस्ति चेत् सार्वधातुकलकारः भवति, न चेत् आर्धधातुकलकारः भवति. पुनः वदतु. धातुना तिङन्तप्रत्ययं दृश्यते चेत् विकर्णप्रत्ययः मध्ये सार्वधातुकप्रत्ययः अस्ति चेत् विकर्णप्रत्ययः अस्ति. चप् श्यान् एतानि धातूना मध्ये धातुना तिगन्तप्रत्ययं न दृश्यते चेत् मध्ये कोऽपि प्रत्ययः अस्ति चेत् आर्द्रदातुकप्रत्ययः आर्द्रदातुकलकारः साधु वा प्रथमं यदुक्तं तत् साधु एव अग्रे इतोपि सार्वधातुकलकारः आर्धधातुकलकारः द्वयमपि उक्तं कोऽपि अग्रे अस्ति वा अस्तु अस्तु सुमन् भगिनी अग्रे वदतु क्षम्यतां भगिनि इदानीं प्रश्नः कः न अत्र अस्मिन् परिच्छेदे महोदयेन किञ्चित् उक्तं ततः अग्रे किम् अस्ति महोदयेन उक्तं तत्र धातुना प्रत्ययः तिङ् प्रत्ययः दृश्यते चेत् तत्र विकरणप्रत्ययः विधीयते इति उक्तं तत्र ते लकारः सार्वधातुक लकारः सन्ति यत्र तिङ् प्रत्ययः साक्षात् दृश्यते किन्तु ये लकाराः तिङ् प्रत्यये साक्षात् न दृश्यते इत्युक्ते लकारनिमित्तिक अन्य किमपि विकर्णप्रत्यये यतोहि स्य अस्ति लृट् लकारे तत्र स्य आयाति चेत् धातु तिङ् प्रत्यय न साक्षात् न द्रष्टुं शक्नोति अतः विकर्णप्रत्यय अपि न आयाति तत्र गणभेदः न भवति किन्तु इडागमः भवति वा न चिन्ता भवति हा समीचीनं भगिनि तर्हि अत्र यत्र लकारः सार्वधातुकः अस्ति तत्र विकरणप्रत्ययः विधीयते इति मुख्यविषयः गणनिमित्तिकविकरणप्रत्यय विधीयते नो चेत् अन्यप्रत्यय आयाति तत्तु गणनिमित्तिकप्रत्यय विकरणप्रत्यय नास्ति लकारनिमित्तिक विकरणप्रत्यय अस्ति तत्र गणभेदः किमपि न भवति ते लकाराः तेषां नाम अस्ति आर्धधातुकलकारः बहु समीचीनं भगिनि तथैव अस्ति इत्युक्ते प्रथमतया यत्र धातुना तिङ् प्रत्ययः दृश्यते सः लकारः सार्वधातुकलकारः सार्वधातुकलकारः तत्र तिङ् प्रत्ययः कर्त्रार्थे अस्ति चेत् तत्र कर्तरीप्रयोगः अस्ति चेत् मध्ये विकरणप्रत्ययः विधीयते गणनिमित्तिकविकरणप्रत्ययः किमर्थं गणनिमित्तिकः इति चेत् धातुः कस्मिन् गणे अस्ति इति विचिन्त्य विकरणप्रत्ययः विधीयते द्वादिगणे अस्ति चेत् शप् द्विवादिगणे अस्ति चेत् श्यन् इति तादृशप्रत्ययः विधीयते अतः तत्र सार्वधातुकलकारः इति वदामः यत्र धातुना तिङ् प्रत्ययः साक्षात् न दृश्यते तत्र लकारनिमित्तिकविकरणप्रत्ययः अस्ति बाधा व्यवधानरूपेण अतः तत्र आर्धधातुकलकारः इति वदामः एते लकारनिमित्तिकप्रत्ययाः यतोहि लकारम् आश्रित्य विधीयन्ते यथा लृट् लकारः अस्ति चेत् स्या प्रत्ययः विधीयते लुट् लकारः अस्ति चेत् तास् विधीयते लृङ् लकारः अस्ति चेत् स्या विधीयते लुङ् लकारः अस्ति चेत् तत्र चिलि प्रत्ययः विधीयते अन्य कोऽपि प्रत्ययः विधीयते इति तादृशलकारनिमित्तिकप्रत्ययः विधीयते अपि च सार्वधातुकलकारेषु गणस्य चिन्तनमस्ति गणमाश्रित्य एव विकरणप्रत्ययः विधीयते आर्धधातुकलकारेषु गणस्य चिन्तनमेव नास्ति धातुः कस्मिन्नपि गणे भवतु न कोऽपि तत्र विषयः एव नास्ति तत्र विकरणप्रत्ययः गणमाश्रित्य न भवति लृट् लकारे सर्वत्र स्य इति प्रत्ययः एव भवति धातुः कस्मिन्नपि गणे भवतु स्य इति प्रत्ययः एव विधीयते सर्वत्र एवमेव अन्येषु अर्धधातुकलकारेषु गणस्य चिन्तनं नास्ति, अपि च अर्धधातुकलकारेषु सर्वदा इडागमस्य चिन्तनं भवति. कुत्रचित् इडागमः भवति, कुत्रचित् इडागमः न भवति. वयं जानीमः धातुः अपि सेट्, प्रत्ययः अपि सेट् चेत्, प्रत्ययः अपि इडानुकूलः चेत् इडागमः विद्यते प्रत्ययस्य इति जानीमः. अस्तु, तदेव अत्र अग्रे उक्तमस्ति. सार्वधातुके कस्मिन् विकरणे, कस्मिन् गणे अस्ति इति प्रथमम् अवगन्तव्यम्. सत्यं सत्यं, सार्वधातुकलकारेषु विकरणप्रत्ययः, गणनिमित्तिकविकरणप्रत्ययः विधीयते. अतः धातुः कस्मिन् गणे अस्ति इति प्रश्नः भवति एव, तदनुसृत्य एव विकरणप्रत्ययः विधीयते. अस्तु, अत्र उदाहरणमस्ति, पठित्वा समापयामः. सा अत्र पठति, अत्र क्षम्यताम्, एकः प्रश्नः भगिनि. हा, पठित्वा पृच्छति वा अत्र प्रथमं यत् पठामः. रमा सेवरमन् भगिनी पठति वा? एकनिमिषं भगिनि. उदाहरणम् उदाहरणं सार्वधातुकलकारः लट् वद् योगः लट् वद् ति लस्य इति कारणेन लकारस्य प्रत्ययः आगच्छति. तिप् प्रत्यय तिप् प्रत्यये इत्संज्ञक लोपः भवति, अतः ति अवशिष्यते, वद् योगः ति. तदनन्तरं विकरणप्रत्ययः शप् आगच्छति. शप् विकरणप्रत्यये प पकार शकार लषक्वतद्धिते हलन्त्यमिति कारणेन लोपः भवति, अतः अ अवशिष्यते. वद् अ ति वदति आगच्छति. बहु समीचीनं, बहु समीचीनम्. अत्र वद्योगः लट्, तत्र लटः स्थाने तिङ् प्रत्ययः विधीयते, तत्र वद्योगः ति. इदानीं तत्र वद् इति धातुः तिङ् प्रत्ययं पश्यति, साक्षात् मध्ये बाधा नास्ति. अतः अग्रिमसोपाने शप् इति विकरणप्रत्ययः, गणनिमित्तिकविकरणप्रत्ययः विधीयते. तत्र अर्धधातुकलकारेषु क्रमः कथमस्ति इति अग्रिमसप्ताहे पठिष्यामः. अस्तु, अत्र गीताञ्जलि भगिनी प्रश्नः कः? धन्यवादः गीताञ्जलि भगिनी, वदतु प्रश्नः कः? गीताञ्जलि भगिनी, धन्यवादः भगिनी. धन्यवादः, क्षम्यतां भगिनि. भविष्यति इति पदस्य निर्माणार्थं भगिनि अपि भव तु प्रथम तु भवति एव, इत्युक्ते शप् तु आयाति एव. न, किमर्थं भवतु इति भवति? न, भविष्यति आयाति, न तो वकार किमर्थम् आयाति? शप् तु गुणकार्यम् अस्ति खलु, भविष्यति गुणकार्यमस्ति. गुणकार्यं तु प्रत्ययः सार्वधातुकः अथवा अर्धधातुकः अस्ति चेत् अर्धधातुकप्रत्ययः अर्धधातुक सार्वधातुकप्रत्ययः इति भिन्नविषयः अस्ति. लकारः अर्धधातुकलकारः सार्वधातुकलकारः इति भिन्नविषयः अस्ति. भवती प्रायः प्रत्ययः इति चिन्तयति, लकारः एतादृशविभजनम् अर्धधातुकलकारः सार्वधातुकलकारः इति भिन्नः विषयः, प्रत्ययः सार्वधातुकः वा अर्धधातुकः वा इति भिन्नविषयः. तेषां मध्ये कापि सम्बन्धः अस्ति वा, आर्धधातुकप्रत्ययः आर्धधातुकलकारः? लकारः अपि प्रत्ययः एव, अतः यद्यपि लकारः इति वदामः ते अपि प्रत्ययः एव. आर्धधातुकलकारः सार्वधातुकलकारः इति वदामः, लकारः अपि प्रत्ययः एव इति तादृशसम्बन्धः अस्ति. परन्तु नाम द्वयोः समानम् अस्ति खलु, प्रापर्टि किमपि समानं नास्ति. आर्धधातुकलकारः आर्धधातुकप्रत्ययः, सार्वधातुकप्रत्ययः सार्वधातुकलकारः. सार्वधातुक सारधातुकप्रत्ययः अर्धधातुकप्रत्ययः इति विषयः तु साक्षात् अष्टाध्याय्याम् एव अस्ति. तिङ्क्षित् सार्वधातुकम् अर्धधातुकं शेषः इति सूत्रद्वयेन प्रत्ययस्य विवरणं कृतमस्ति. परन्तु सार्वधातुकलकारः अर्धधातुकलकारः इति तु अष्टाध्याय्यां नास्ति. एतादृशविभजनं तु मातृभिः कृतं. किमर्थं कृतं? प्रक्रियायां सौलभ्यार्थं, प्रक्रियायां स्पष्टता भवेत्, सौलभ्यं भवेत् इति कृत्वा तादृशविभजनं कृतम्. अग्रे गत्वा वयं पश्यामः यदि एतादृशविभजनम् अस्ति, एतादृशज्ञानम् अस्ति चेत् प्रक्रिया बहु सुलभा भवति. सुलभतया यत्किञ्चित् पदं वयं साधयितुं शक्नुमः. यदि प्रथमतया अर्धधातुकः वा सार्वधातुकः लकारः वा इति ज्ञायते चेत् क्रियापदस्य निर्माणं बहु सुलभं भवति. अस्तु. नामकरणं सा चितवती एतादृशं नामकरणं सार्वधातुकलकारः अर्धधातुकलकारः तादृश. परन्तु सम्बन्धः कापि प्रत्ययस्य नाम अनन्तरं लकारस्य नाम समानम् अस्ति इति कृत्वा कार्यं किमपि समानं नास्ति. कार्यं तु प्रत्ययम् आश्रित्य भवति खलु. सार्वधातुकप्रत्ययः अस्ति चेत् सूत्रमाश्रित्य कार्याणि भवन्ति, अर्धधातुकप्रत्ययः अस्ति चेत् सूत्रमाश्रित्य कार्याणि भवन्ति इति तावानेव भेदः अस्ति. तत्र लकारः इत्यनयोः तत्र किमर्थम् एतादृशविभजनम् इति चेत् तत्र महत्त्वपूर्णसिद्धान्तः सार्वधातुकलकारेषु विकरणप्रत्ययः विधीयते, गणनिमित्तिकविकरणप्रत्ययः विधीयते इति मुख्यभेदः. अस्तु, धन्यवादः. अस्तु भगिनि, गतवर्गे रमाशिवरागन् भगिनी एक करपत्रं भवतीं प्रेषयति इति उक्तवती, भवती ग्रूप् मध्ये प्रेषयिष्यसि इति उक्तवती, इदानीं प्राप्तं वा भगिनि? किं करपत्रं? मया न स्मर्यते, अहं न किमपि न प्राप्तं. रमाशिवरामन् भगिनी एक करपत्रं भवतीं प्रेषयिष्यति इति उक्तवती किल, भवती ग्रूप् मध्ये अहं प्रेषयिष्यामि इति. अष्टाध्याय्याः विषये मया न स्मर्यते भगिनी. रमा भगिनी अस्ति चेत् प्रेषयतु, अहं प्रेषयिष्यामि. भगिनी प्रायः नास्ति, गतवती इति भाति. अस्तु तर्हि अग्रिमसप्ताहे पश्यामः. धन्यवादः. धन्यवादः.